भेदपृथक्त्वयोः वैलक्षण्यम् इति विषयः तत्र अस्माभिः ज्ञायते यत् प्राचीनानाम् अथवा प्राचीननैयायिकानां मतमस्ति भेदः भिन्नः पदार्थः पृथक्त्वं च भिन्नम् इति. भेदः अन्योन्याभावः अभावरूपः, पृथक्त्वम् अन्यतमः गुणः इति प्राचीनानां मतं. तद्विरुद्धमस्ति नवीनानां मतं यद् भेदः एव पृथक्त्वम्. भेदः इति सप्तपदार्थेषु अपि विद्यते इति कृत्वा भेदेन सर्वत्र निर्वाहः शक्यः. तर्हि पृथक्त्वम् इति अन्यतमः गुणः किमर्थम् इति कृत्वा भेदः एव पृथक्त्वम् इति नवीननैयायिकाः वदन्ति इति तत्र मतभेदः अस्माभिः परिशीलितं. तदनन्तरं भेदः एव पृथक्त्वम् इति आक्षेपः अस्ति वस्तुतः, तस्य निवारणं कुर्वन्तः सन्ति अत्र सिद्धान्तिनः अथवा प्राचीननैयायिकाः. तर्हि जयन्ति भगिनी किञ्चित् वदति वा केन आधारेण भेदः एव पृथक्त्वम् इति आक्षेपस्य निर्वाहः अत्र? क्षम्यतां भगिनि, इति आक्षेपस्य निरासः वा अत्र? क्षम्यतां, निरासः. कस्य आधारेण? पूर्वपक्षिणः तु वदन्ति यत् भेदेन एव सर्वत्र निर्वाहः भवति इति, परन्तु ग्रन्थकारः अपि च नवीननैयायिकाः वदन्ति यत् पृथक्त्वं तु अतिरिक्तः गुणः अस्ति इति. केन आधारेण संयोगस्य अत्र एकः लघुबिन्दुः, पूर्व ग्रन्थकारः अपि च प्राचीननैयायिकाः. क्षम्यतां भगिनि, जातः. प्राचीनाः अपि च ग्रन्थकारः वदन्ति यत् अतिरिक्तः गुणः इति, संयोगस्य आधारेण, संयोगस्य माध्यमेन ते साधयन्ति यत् पृथक्त्वम् अतिरिक्तः गुणः इति. कथं संयोगः कुत्र कुत्र भवति इति प्रश्ने कृते किञ्चित् पुस्तकस्य क्रमं, ग्रन्थस्य क्रमम् अनुसृत्य गच्छामः. तर्हि संयोगः कीदृशः, द्वैविध्यमस्ति, तर्हि किञ्चित् वदतु तस्य विषये. अस्तु अस्तु, संयोगः द्वैविध्यं, द्वैविधः अस्ति. प्रथमं तु कर्मजः संयोगः, येन क्रियया जायते द्रव्यस्य द्रव्यान्तरेण संयोगः, यथा क्रियया भवति द्रव्ये यः संयोगः भवति तत्तु कर्मजः संयोगः इति उच्यते. यथा हस्तपुस्तकयोः संयोगः, तर्हि हस्ते यः संयोगः भवति, हस्तपुस्तकयोः यः संयोगः भवति, हस्ते कर्मजः संयोगः जायते. यदा हस्तः हस्तम् उन्नीय पुस्तके स्थापयामः तदा. द्वितीयविधः संयोगः भवति संयोगजः संयोगः. तत्र उदाहरणम् अस्ति, हस्तपुस्तकयोः संयोगेन शरीरे वा काये वा अवयविनी यः संयोगः जायते पुस्तकेन सह, संयोगः भवति. संयोगजः संयोगः अत्र अवयविनी यः जायते, क्रिया न जायते, परन्तु हस्तपुस्तकयोः संयोगेन एव जायते. यतोहि क्रिया यः भवति सः अन्यथा सिद्धा भवति, अतः क्रियया न जायते संयोगजः संयोगः. अपि तु हस्तपुस्तकयोः संयोगेन एव जायते, तत्तु संयोगजः संयोगः. हा समीचीनं, तर्हि अवयवे प्रथमतया कर्मजः संयोगः, तदनन्तरम् अवयविनि संयोगजः संयोगः जायते इति. अस्तु, ततः अग्रे संयोगः कुत्र कुत्र शक्यः, संयोगस्य सम्भावना कुत्र वर्तते कुत्र न भवति इति चर्चा अस्ति. सरला भगिनी किञ्चित् वदति वा तस्य विषये? संयोगस्य सम्भावना पृथक् आश्रय आश्रयो यदि द्रव्या सन्ति तत्र भवति. द्वितीय भवति परमाणुक्रियावत्. तृतीय भवति मूर्ति द्रव्यम्. प्रथमं संयोगस्य त्रयविधा भवति. अस्तु अस्तु भगिनि, भवत्या यदुक्तं तत् समीचीनं. संयोगः पुत्र इत्युक्ते पृथगाश्रय आश्रितयोः मध्ये संयोगः भवति इति. तर्हि पृथगाश्रय आश्रितौ इत्युक्ते कौ इति किञ्चित् वदति वा? पृथक् आश्रय आश्रितौ इत्युक्ते एकस्य आश्रयस्य नाशनेन अन्यस्य नाश न भवति. तत् पृथक् आश्रयाश्रयो अस्ति. उदाहरणमपि घटपटयो संयोग. घट अवयव नाशनेन यदा कपालिका वा कपाल नाशनेन घटस्य नाश भवति, किन्तु पटस्य नाश न भवति. पटस्य तन्तु नाशनेन पटस्य नाश भवति, किन्तु घटस्य नाश न भवति. एतत् उदाहरणे पृथक् आश्रयो अस्ति. भिन्ना देशे कौ भवत्याः उदाहरणे कौ पृथगाश्रयाश्रितौ? घट पटः द्वौ पृथक् आश्रयौ अस्ति. आश्रितौ अस्ति क्षम्यतां, कपाल घटस्य आश्रय अस्ति. आश्रित अस्ति घट, कपाल अस्ति आश्रय, तन्तु अस्ति आश्रय, पट अस्ति आश्रितः. हा समीचीनं. तदर्थं घटपटौ पृथगाश्रय आश्रितौ. अस्तु, इत्युक्ते भिन्नदेशे वर्तते, तयोः संयोगः भवितुं शक्नोति. किन्तु यदि तत् संयोगः युद्धस्थितयो संयोगः अपि वर्तते, रैट्? यदि समानदेशे वर्तते, यदि कपाल कपालिका घटे, तत् तयोः संयोगः न भवितुं शक्नोति. समवायसम्बन्धेन आश्रयसमवायसम्बन्धेन परमाणु परम्परा तय विधि परमाणुतः तयोः संयोगः न भवितुं शक्नोति. हा अस्तु, तत्तु अग्रे अस्ति, किन्तु अत्र समीचीनं भगिनि. वार्ता अस्ति यत् पृथगाश्रय आश्रितौ इत्युक्ते पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ इति अस्ति परिभाषा, पृथगाश्रय आश्रितौ इति. पृथक्त्ववन्तौ कौ अत्र? घटस्य आश्रयः पटस्य आश्रयः. अवयवाः पृथक् पृथक् पृथक् सन्तः. हा तर्हि पृथक्त्ववन्तौ इति वदनेन किम् अवगतं भवति? पृथक्त्वम् इति कश्चन गुणः भवति. पृथक् द्रव्ये भवति पृथक्त्वं. सो द्रव्यवृत्ति अस्ति पृथक्त्वं. पृथक्त्वम् इति कश्चन गुणः भवति येन संयोगः सिद्ध्यति. पृथक्त्ववन्तौ यौ आश्रयौ इत्युक्ते कपालः अथवा तन्तुः आश्रयौ खलु, तयोः पृथक्त्वम् अस्ति, तेन संयोगः सिद्ध्यति इति साधितम्. इदमेव अयमेव संयोगः भेदः इत्यनेन साधितः भवति वा? न, नवीननवायिक न्यायिका वदन्ति पृथक्त्वं यत् भेदः एव अस्ति. यदि वयं वदामः घटपटात् पृथक् प्रतीतौ अनोन्याभाव अस्ति. इदानीं प्रश्नः आसीत् पृथक् पृथगाश्रय आश्रितौ इति या वार्ता अस्ति सः एव अर्थः अथवा तादृशम् एव ज्ञानं पृथगाश्रयाश्रितौ इति ज्ञानं भेदः अथवा भिन्नाश्रय आश्रितौ इत्यनेन सिद्ध्यति वा इति. यतोहि घटकपालयोः घटकपालयोः मध्ये भेदः तु अस्ति खलु. आम् किन्तु पृथक् आश्रय आश्रितौ नास्ति घटकपालयोः. सो तर्हि प्राचीना वदन्ति पृथक्त्वं भेद एव नास्ति. पृथक्त्वम् अन्यतम गुण अस्ति द्रव्ये भेद भिन्ना पदार्थः भवति. भेदः भिन्नः पदार्थः भवति. पृथगाश्रयाश्रितौ इति समानार्थकः नास्ति भिन्नाश्रयाश्रितौ इति इति ते प्रदर्शयन्ति अत्र पृथक्त्वम् इति अन्यतमः गुणः अपेक्षितः संयोगजनकः गुणः अपेक्षितः इति. अस्तु ततः अग्रे पृथगाश्रयाश्रितत्वम् इति वर्णयित्वा तेन संयोगः सिद्ध्यति इति प्राचीनाः अथवा सिद्धान्तिनः तु वदन्ति. तत्तु समीचीनं. तदनन्तरं पूर्वपक्षिणः आपादनद्वयं कुर्वन्ति. आपादनद्वयं किम् अपि च आपादनद्वयेन कः दोषः पुनः आयाति इति राजेन्दर् महोदय किञ्चित् प्रतिपादयति वा? प्रयत्नं करोमि भगिनि. इदानीम् आपादनं द्वयं ये पूर्वपक्षिणः वदन्ति तत् अस्ति पृथक् गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिदृशिक्षणे जायमानस्य नियता अवधिक्त्वे प्रथमम् आपादनम् अस्ति. द्वितीयावधिकत्वे द्वितीय आपादनमस्ति भूतल अवधिक्तस्य एव कपाल अवधिक्तस्य अपि आवश्यकत्वात् तद्दोषता अद्वस्थम् इति न च वाच्यं. प्रथमम् आपादनमस्ति यथा गुणरूपः गुणः तु मूर्तोत्पत्तिद्वितीक्षणे जायमानं भवति परन्तु पृथक्त्वस्थले तत् नियत अवधिक्त्वं भवति. यथा पृथक्त्वं गुणः गुणरूपेण स्वीकुर्मः तत् पूर्वं नियत अवधिक्त्वं कुत्रापि कमपि गुणेषु न आसीत् न द्रष्टव्यं. तत् कारणतः ते वदन्ति पृथक्त्वं तु गुणरूपः न स्वीकरणीयं मानाभावात् न मन्यते ते यथा तत्र नियत अवधिक्त्वम् अस्ति. द्वितीय आपादनम् अस्ति यद्यपि एकनिमिषः एकः बिन्दुः अस्ति. नियतावधिकत्वे मानाभावः इति उच्यते तैः. किमर्थम् इति चेत् भेदः इति नियतावधिकगुणः तु अस्ति. भेदः तु नित्यम् अस्ति सर्वदा सर्वदा अस्ति सर्वे पदार्थेषु अस्ति परन्तु तस्य जन्मः न भवति अन्तः अपि न भवति तत् परन्तु पृथक्त्वं तु मूर्तोत्पि द्वितीयक्षणे एव जायमानं भवति तत्पूर्वं न आसीत् यथा मूर्तोत्पत्ति तत्पूर्वम् उत्पत्ति अनन्तरम् एव गुणं जायमानं भवति. तत् कारणतः भिन्न अस्ति भेदस्थे तथा नास्ति. भेदः तु नित्यम् अस्ति. हा हा इति अपि प्रतीयते अनेन आपादनेन. परन्तु प्रथम आपादनेन पृथक्त्वस्य भेदरूपता प्रदर्शिता. न्यतावधिकः पदार्थः भेदः अस्ति तर्हि पृथक्त्वम् इति पुनः किमर्थम् इति मानाभावः अथवा अनङ्गीकारः इति तैः उच्यते. अस्तु द्वितीय आपादनं किमस्ति महोदय? द्वितीयापादनम् अस्ति यथा यद्यपि स्वीकुर्मश्चेत् नियत अवधिक्तत्वं भवति चेत् सति तत्र भूतल अवधिक्तस्य एव कपाल अवधिक्तस्य अपि तत् अपि स्वीकुर्मः यथा भूत घटभूतलयोः यथा अवधिक्त्वम् अस्ति तत्र तथैव कपाल घटकपालयोः अपि अवधिक्त्वम् अस्ति यथा कपालः घटस्य आश्रयः कपालिका घट कपालस्य आश्रयः तथा भिन्न भिन्न आश्रितत्वात् तत् तत् कथं तत्र न स्वीकुर्मः तत् संयोगः भवति भवितुम् अर्हति यथा भूतल घटभूतलयोः मध्ये संयोगः भवितुम् अर्हति इति तत् कारणात् ते तेषां मतमस्ति पूर्वपक्षिणां मतमस्ति तत् तथैव कपाल घटकपालयोः मध्ये अपि संयोगः भवितुं संयोगः भवति एव परन्तु पूर्व सिद्धान्तिनः वदन्ति तथा न वाच्यं यथा यथा तत्र संयोग आपत्तिः आगच्छति पूर्वं सर्वैः अङ्गीकृतवन्तः यत् तत्र घटकपालयोः संयोगः न भवति तत्कारणतः संयोग आपत्तिः आगच्छति तत्कारणात् तथा न स्वीकुर्मः चेत् न वदामः यथा भूतल अवधिक्तस् एव कपाल अवधिक्तस् अपि पृथक्त्वं संयोगः भवितुम् अर्हति. सत्यं सत्यं, पृथक्त्वस्य अवधिः सर्वत्र भवतु इति तैः उच्यते. तदा यथा महोदयेन उक्तम्, अवधिः सर्वत्र भवति चेत् पुनः सः एव दोषः, घटकपालयोः संयोगः इति पुनः दोषः आगच्छति. सः दोषः उभाभ्यां न इष्टः, उभाभ्यां न अङ्गीक्रियते घटकपालयोः संयोगः इति, अतः तथा न वाच्यम् इति वदन्ति. अस्तु, इतः अग्रे सन्ध्या भगिनी किञ्चित् प्रतिपादयति वा विभागस्य उदाहरणं दत्वा कथं निवारयन्ति इति निखिलावधिकत्वम् इत्यादिकं. तर्हि तत्र पूर्वपक्षिणां द्वितीयापादने यदा ते वदन्ति यथा घटे भूतलावधिकत्वमस्ति तथा कपालावधिकत्वमपि भवतु, तेन किमस्ति निखिलावधिकत्वं तत्र आरोपयन्ति इत्युक्ते पुनः यथा उक्तम् इदानीमेव निखिलावधिकत्वम् अस्ति चेत् द्वयोः मध्ये घटकपालयोः मध्ये संयोगदोषः भवेत् इति. तर्हि तस्य निवारणार्थं यदा विभागस्य उदाहरणं स्वीकुर्वन्ति सिद्धान्तिनः, ते वदन्ति विभागः अपि द्रव्योत्पत्ति द्वितीयक्षणे एव जायमानः अस्ति, तस्य जन्म अस्ति. परन्तु तादृशमस्ति चेदपि तस्य निखिलावधिकत्वं नास्ति यथा पृथक्त्वे निराकरणमस्ति निखिलावधिकत्व क्षम्यतां यथा हा सत्यं यथा पृथक्त्वे निखिलावधिकत्वं न स्वीकरणीयं नास्ति, तथैव विभागे अपि नास्ति. विभागे तु एकावधिकत्वम् अस्ति, तत्र अवधिः अस्ति केवलं, तत्र संयोगस्य आश्रयः यः अस्ति स एव अवधिः, तत्रैव अवधिकत्वं वर्धते विभागस्य इति कृत्वा. यथा पृथक्त्वस्य निखिलावधिकत्वं न स्वीकरणीयं तथैव तत्र गुणेषु अन्यतमः विभागः इति अस्ति, तस्यापि निखिलावधिकत्वं नास्ति, एकावधिकत्वम् अस्ति. अतः यद्यपि नियतावधिकत्वम् अस्ति तथापि निखिलावधिकत्वस्य आवश्यकता नास्ति इति विभागस्य दर्शयित्वा पृथक्त्वे अपि तस्य निराकरणं कुर्वन्ति. समीचीनं, तर्हि एकत्र अस्ति विभागस्य, एकत्र एव स्वीक्रियते अवधित्वं, तथा पृथक्त्वस्य अवधिः के के भवितुमर्हन्ति? पृथक्त्वस्य तत्र स्वाश्रय परम्परायां ये यानि द्रव्याणि सन्ति तानि विहाय जगति यानि इतरद्रव्याणि सन्ति तत्र सर्वत्र पृथक्त्वस्य अवधिकत्वं स्वीकरणीयम् इति. हा, पृथक्त्वस्य अवधित्वम् अपि च तत्र तत्र विभागस्य विषये एव यथा ते दर्शयन्ति तत्र एकावधिकत्वम् अस्ति इत्युक्ते तत्र यद्यपि द्विनिष्ठः अस्ति विभागः तथापि तत्र एकस्मिन् एव समये तत्र एकस्मिन् द्रव्ये एव अवधिकत्वम् अस्ति न तु अपरस्मिन् द्रव्ये इत्युक्ते तत्र किञ्चित् तत्र अवधिकत्वं स्वीक्रियते किञ्चित् अवधिकत्वं निवार्यते तथैव पृथक्त्वस्यापि किञ्चित् अवधिकत्वं स्वीक्रियते किञ्चित् निवार्यते तत्र ते वदन्ति कुत्र निवार्यते इत्युक्ते तत्र अवयवपरम्परायां यानि द्रव्याणि सन्ति तत्र पृथक्त्वस्य अवधिकत्वस्य निवारणमस्ति अपि च कुत्र स्वीकरणीयमस्ति इत्युक्ते अवयवपरम्परायां द्रव्याणि विहाय अन्यत्र सर्वत्र स्वीक्रियते इति हा हा बहु समीचीनं भगिनि तथैव अस्ति किन्तु एकः एव लघुबिन्दुः अवधिकत्वं निवार्यते इति न अवधित्वं निवार्यते आम् समीचीनं भगिनि आम् हा हा पृथक्त्वम् इति अवधिकं पृथक्त्वे अवधिकत्वम् अस्ति अवधित्वं स्वीक्रियते अवधित्वं निवार्यते आम् हा तावदेव समीचीनम् अस्तु तर्हि इतः अग्रे अन्ये के के आगतवन्तः नूतनतया नमस्ते भगिनि अजितः अजितिनि भगिनि अस्तु अनन्तरम् अजितः महोदय खलु लक्ष्मी अस्तु अस्तु इदानीं लक्ष्मी भगिनी किञ्चित् वदतु अत्र परमाणुविषये किं वदन्ति ते परमाणुसंयोग अनुपपत्तिः इति आपादनविषये किं वदन्ति परमाणु परमाणु अवयपरम्परायाम् अन्तिम अवयवः अन्तिम अवयवः परमाणवोः परमाणोः आश्रयः न सन्ति यत् पूर्वं दृष्टं यत् पृथक् आश्रय आश्रितौ मध्ये एव पृथक्त्वं जायते इति संयोगसम्बन्धं संयोगमपि पृथक्त्व संयोगः अपि पृथक् आश्रय संयोगमपि पृथक् आश्रय आश्रितत्वे मध्ये एव संयोगमपि भवितुम् अर्हति अतः यदा परमाणोः आश्रयः न अस्ति चेत् तयोः मध्ये परमाणुद्वयं मध्ये संयोगः आगच्छति वा इति प्रश्नः उदेति तस्य उत्तरमस्ति तत्र स्वतन्त्रक्रियावत् इति स्वीकरणीयं तत्र इति पूर्वपक्षिणः आपादनं निवार्यते स्वतन्त्रक्रियावत्त्वं स्वतन्त्रक्रियावत्त्वम् इति निमित्तमस्ति परमाणुद्वयसंयोगं प्रति यद्यपि पृथगाश्रयाश्रितत्वं नास्ति तथापि स्वतन्त्रक्रियावत्त्वं निमित्तम् इति मत्वा तत्र संयोगः सम्भवति इति तदनन्तरं मूर्तविभुसंयोगस्थले किं वदन्ति इति किञ्चित् वर्धिनी भगिनी प्रयत्नं करोति वा वक्तुं तत्र हा तत्र विभुद्रव्यम् आकाशः अपि अनाश्रितः खलु आकाशस्य अवयवः न सन्ति अवयवाः अस्तु तर्हि पृथगाश्रय आश्रितत्वस्य प्रश्नः एव न उदेति तर्हि तत्र किं संयोगः न भवति इति आपादनं संयोगः न भवति यतोहि पृथगाश्रयाश्रितत्वं नास्ति इति पुनः आपादनं परन्तु तथा न स्यात् किमर्थम् अजितमहोदय प्रयत्नं करोति वा? तत्र अहं वाक्यं पठामि यदि साहाय्यं भवति चेत्. इत्थमेव मूर्तसंयोग वदतु वदतु, जानाति चेत् वदतु. अहं पठामि महोदय. अस्तु पठतु. अस्तु, तत्र मूर्तविभुसंयोगस्थले संयुक्तयोः पृथगाश्रयाश्रितत्वस्य असम्भवापि एकस्य मूर्तस्य पृथगाश्रयाश्रितत्वात् संयोगावत्तिः. संयोग उपपत्तिः. संयोग उपपत्तिः. तत्र मूर्तविभुसंयोगस्थले इत्युक्ते द्रव्य अथवा आकाशसंयोग इति एक उदाहरणं स्वीकृत्य घट आकाशसंयोगस्थले स्वीकृत्य तत्र पृथकाश्रयाश्रितस्य अभावमस्ति. इत्युक्ते आकाशः नित्य विभुद्रव्यः, तत्कारणेन तत्र पृथगाश्रयाश्रितत्वं नास्ति. यतोहि आकाशस्य अवयवः न सन्ति खलु? आमां, घटः कपाले, घटः कपाले आश्रितः इति जानीमः. आकाशः कुत्र आश्रितः तथा किमपि नास्ति एव इति वार्ता नास्ति. तर्हि प्रश्नः कः? तर्हि पृथगाश्रय आश्रितत्वं नास्ति इति. नास्ति तथापि अहं चिन्तयामि एकस्य मूर्तस्य पृथगाश्रयाश्रयत्वात् संयोग उपपत्तिः. इत्युक्ते एकस्य मूर्तस्य इत्युक्ते एकद्रव्यस्य खलु? घटस्य. घटस्य पृथगाश्रयाश्रयत्वात् तत्र संयोग उपपत्तिः जायते. इत्युक्ते तत्र संयोगस्य कृते न कापि बाधा. मूर्तद्रव्यं घटः इत्यस्य पृथगाश्रय आश्रितत्वं तु अस्ति एव इति. अपि च मारणार्थं वदामि, करपत्रे इतोपि एकः बिन्दुः अस्ति. तत्र उपाधिभेदः भवति आकाशे अपि. प्रकोष्ठः इति उपाधि चेत् प्रकोष्ठात् बहिः यः आकाशः अस्ति सः पृथक्, प्रकोष्ठात् अन्तः यः अस्ति सः पृथक् इति कृत्वा तत्र पृथक्त्वं सिद्ध्यति. उपाधिभेदेन तत्र पृथक्त्वं सिद्ध्यति इति कृत्वा अपि पृथक्त्वं यत्र अस्ति तत्र संयोगः सम्भवति इति वार्ता. तर्हि मूर्तविभुसंयोगः अपि शक्यः इति सर्वं विचार्य आपादनान् निवारयन्ति सिद्धान्तिनः. ततः अग्रे पुनः घटकपालयोः पुनः किमर्थं भिन्नाश्रयाश्रितत्वात् संयोगः इति न वक्तुं शक्नुमः इत्युक्ते घटकपालौ समानदिग्व्यापिनौ इति अस्ति. समानदिग्भागव्यापिनां संयोगः अथवा पृथक्त्वं न भवति. अस्तु, इति सारांशः. भगिनी, तर्हि अत्र मूर्तविभुसंयोगस्य विषये तत्र मूर्तद्रव्यस्य पृथगाश्रयाश्रितत्वम् अस्ति इति कारणात् द्वयोः संयोगः भवति इति उक्तमस्ति. तर्हि तेन आधारेण विभु द्रव्ययोः तत्र संयोगः कदापि न शक्यं वा? इत्युक्ते यथा आकाशः कालः, तयोः संयोगः नास्ति वा कदापि? अस्य विषये अहं चिन्तयामि यत् पृथक्त्वम् इति गुणः स्वभावेन सर्वत्र सर्वेषु द्रव्येषु वर्तते किल. आकाशे अपि वर्तते, काले अपि वर्तते, दिशि अपि वर्तते. यद्यपि एतानि विभुद्रव्याणि, पृथक्त्वम् इति तु स्वाभाविकः गुणः वर्तते एव द्रव्येषु इति. अपि च उपाधिभेदात् संयोगः भवितुम् अर्हति विभुद्रव्येषु. तथैव अस्ति. सन्ध्या भगिनि, अस्तु. उपाधिभेदेन पृथक्त्वं सिद्ध्यति चेत् तदा पृथक्त्वं निमित्तीकृत्य पृथक्त्वं संयोगसाधकः गुणः इति अङ्गीकृतः, तेन आधारेण संयोगः सिद्ध्यति इति मम चिन्तनं. राजेन्द्रमहोदयस्यापि तथैव इति भाति खलु. भगिनी, अत्र एकः प्रश्नः. यथा सन्ध्या भगिन्या उक्तं, तत्र उपाधिभेदं कथं जायते? उदाहरणार्थम् आकाशकाल द्वयोः मध्ये कथम् उपाधिभेदम् उपाधिभेदं जायते इति संशयः. तत्र घट आकाशमध्ये समीचीनम् इत्युक्ते घटस्य बहिः आकाशः अस्ति, तत्र उपाधिभेदं. अस्तु, कालस्यापि उपाधयः भवन्ति इति अस्माभिः पठितं पूर्वं, स्मर्यते वा केनचित्? तत्र इदानीं सूर्योदयः इति क्रिया जायते चेत् सा क्रिया कालस्य उपाधिः भवति. अस्तु अजितमहोदय, नो चेत् कालः इति अभिन्नः एकः एव इति अनुमीयते तैः. उपाधिभेदात् कालः अपि भिद्यते. काले अपि उपाधयः भवन्ति क्रियां निमित्तीकृत्य. सूर्योदयः इति क्रिया, सूर्यास्तम् इति एका क्रिया, घटस्य क्षम्यतां घटस्य निर्माणम् इति अपि एका क्रिया. तेनापि कालः, अस्मिन् क्षणे घटः निर्मितः चेत् कालः घट उत्पादनक्रियया भिद्यते. तथा कृत्वा काले अपि उपाधयः भवन्ति इति कृत्वा अयं कालः अपरस्मात् कालात् पृथक् इति प्रतीतिर्जायते. तथा आकाशकालयोः अपि सम्भवति इति चिन्तयामि. अस्तु भगिनि, धन्यवादः. अस्तु, तर्हि इदानीं करपत्रात् किञ्चित् पठामः. तत्र संयोगविभागयोः स्वभावप्रसङ्गे इति करपत्रम् अस्ति, सर्वेषां पुरतः स्यात्. वस्तुतः अस्माभिः किं पठितम् अत्र? वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणे जायमानस्यापि न निखिलावधिकत्वं, किन्तु स्वनाश्य संयोगाश्रयावधिकत्वमेव स्वीक्रियते इति. तर्हि तत्र एकावधिकम् अस्ति वा विभागः, अथवा द्विनिष्ठत्वा द्वि अधिकम् अस्ति वा इति सर्वम् अत्र चर्चितमस्ति. जयन्ती भगिनी आरब्धुमिच्छति वा? आं भगिनि, द्विनिष्ठत्वं तस्य च फलं ततः खलु भगिनि? द्विनिष्ठत्वं तस्य च फलं. पूर्वम् उक्तं यत् संयोगः द्विनिष्ठः, विभागश्च द्विनिष्ठः, पृथक्त्वम् एकनिष्ठम्. एकनिष्ठद्विनिष्ठयोः वैलक्षण्यं स्वभावभेदः. द्रव्योत्पत्तेः तदुत्तरक्षणे रूपम् एकत्वम् इत्यादयः गुणाः जायन्ते. करपत्रे महोदय, करपत्रमस्ति वा पुरतः? आमाम् अस्ति. यथा प्रथमपरिच्छेदं पठन्ती अस्ति जयन्ती भगिनी अधुना. अस्तु भगिनि. आम्, पृथक्त्वं चिरकालं तिष्ठति तदाश्रयद्रव्ये. यावत् तच्च द्रव्यं तिष्ठति तावत्पर्यन्तं तस्मिन् विद्यमानं पृथक्त्वम् अपि तिष्ठति. यथा घटे पृथक्त्वम् एकमेव, यावत् स च घटः न नश्यति तावत् तस्मिन् तच्च एकमेव पृथक्त्वं तिष्ठति एव. एतावता वदामि, प्रतिपादयामि वा? अत्र पृथक्त्वस्य स्वभावः विषये किञ्चित् दीयते. पृथक्त्वं तु सर्वद्रव्यवृत्तिः इति वयं जानीमः. पृथक्त्वम् इति गुणः अस्ति, अतः द्रव्योत्पत्तेः उत्तरक्षणे एव जायमानः अस्ति गुणः, पृथक्त्वम् इति गुणः. तर्हि पृथक्त्वम् इति गुणः सर्वदा द्रव्ये वर्तते. यावत्पर्यन्तं द्रव्यं भवति तावत्पर्यन्तं पृथक्त्वम् अपि गुणरूपेण तस्मिन् भवति एव, तस्मिन् तिष्ठति एव. अत्र तस्य एकनिष्ठत्वं, तस्मिन् विषये अपि अस्ति विषयः. पृथक्त्वम् एकनिष्ठम् अस्ति. एकनिष्ठम् इत्युक्ते यथा उदाहरणं स्वीक्रियते चेत् घटः पटात् पृथक् इति स्वीकुर्मश्चेत् पटः इति अवधिः, पटपृथक्त्वं घटे अस्ति. पटावधिकपृथक्त्वं घटे अस्ति. अत्र अवधित्वम् एक अस्मिन् प्रतीतौ अवधित्वम् एकमेव इति स्वीक्रियते वस्तुतः. अवधित्वम् इति त्यजतु. वस्तुतः संयोगविभागौ कीदृशौ, पृथक्त्वं कीदृशम् इति चर्चा प्रवर्तमाना अस्ति अत्र. संयोगविभागौ कीदृशौ, प्रथमवाक्ये किम् उक्तमस्ति अत्र? अत्र उदाहरणे तु पृथक्त्वम् एकनिष्ठः एव, पटावधिकपृथक्त्वं घटे इति उच्यते. परन्तु संयोगः वा विभागविषये द्विनिष्ठत्वम् अस्ति, यतोहि अवधित्वम् अवधिविषयं अवधिविषयः इति अवधिविषयः इति एव नास्ति, केवलं गुणयोः गुणानां स्वभावः कीदृशः इति. हा हा, संयोगः वा विभागविषये तु गुणरूपेण द्वयोः अपि वर्तते. यथा घटपुस्तकयोः संयोगः इति स्वीकुर्मश्चेत् संयोगः इति गुणः घटे अपि वर्तते, पुस्तके अपि वर्तते. एव तस्य द्विनिष्ठत्वम्. अपि च विभागे अपि घटः पुस्तकात् विभक्तः इति स्वीक्रियते चेत् विभागः इति गुणः यः जातः घटे अपि वर्तते, पुस्तके अपि वर्तते. अतः तस्य द्विनिष्ठत्वम्. परन्तु पृथक्त्वविषये तु घटे एव पृथक्त्वं वर्तते. तस्य सः एव तदेव पृथक्त्वं पटे अपि वर्तते वा? न, पटे विद्यमानं पृथक्त्वं तु भिन्नम् अस्ति. तत्तु भिन्नावधिकपृथक्त्वम्. अतः पृथक्त्वम् इति गुणः यस्मिन् द्रव्ये वर्तते तत्तु अन्यस्मात् भिन्न अतिरिक्तम् अस्ति इत्येव. परन्तु संयोगः वा विभागविषये संयोगः वा विभागरूपेण यः गुणः अस्ति द्वयोः द्रव्ययोः वर्तते. द्विनिष्ठत्वमस्ति तत्र, पृथक्त्वविषये एकनिष्ठत्वमेव इति. अपि च किं कियत्पर्यन्तं गुणः तिष्ठति इति अपि विषयः अस्ति. पृथक्त्वं यावत् द्रव्यस्य जीवनपर्यन्तं तिष्ठति एव. यावत्पर्यन्तं द्रव्यं तिष्ठति तावत्पर्यन्तं पृथक्त्वम् इति तस्य गुणः अपि तिष्ठति तस्मिन् द्रव्येस्मिन् तिष्ठति. तदेव अस्ति संयोगः विभागः तथा न. किमर्थं चेत् यदा क्रिया जायते तदा संयोगः भवति, यदा क्रिया भवति तदा विभागः भवति. अस्तु, पृथक्त्वम् इव चिरका द्रव्योत्पत्ति द्वितीयक्षणे एव न भवति. अतः एव द्रव्योत्पत्ति द्वितीयादिक्षणेषु इति उक्तं, द्वितीयादि इति वार्ता. अस्तु, राजेन्द्रमहोदय अग्रे. किन्तु संयोगः विभागः च तथा न स्तः. यस्मिन् काले घटः अपरेण द्रव्येण सह संयुक्तो भवति तस्मिन् एव काले घटे संयोगरूपगुणः जायते. घटपुस्तकयोः संयोगः यदा जायते तस्मिन् समये संयोगः जायते घटे पुस्तके च. अपि च यदा घटपुस्तकयोः विभागो जायते तदा स च संयोगः नश्यति. एवं कृत्वा एकस्य घटस्य जीवने बहवः संयोगरूपगुणाः जायन्ते नश्यन्ति च. प्रत्येकं संयोगः कालसम्बद्धः भिन्नः च. एकस्मिन् घटे संयोगः नाना भवन्ति. अस्य बहुत्वस्य एकं कारणम् इदं कालसम्बद्धत्वम्. संयोगविभाग यथा भगिनी पूर्वं पठितवती, पृथक्त्वं तु चिरकाल पर्यन्तं तिष्ठति यावत् द्रव्यं तिष्ठति, परन्तु संयोगः विभागः तथा न स्तः. यस्मिन् काले एकः द्रव्यः अपरेण सह संयुक्तः भवति तस्मिन् काले संयोगरूपः गुणः जायते, यथा घटः पटः संयुक्तः जायते तथा तस्मिन् काले संयोगरूपः जायते. घटपुस्तकयोः संयोगः यदा जायते तस्मिन् समये संयोगः जायते घटे पुस्तके च. संयोगः तु द्विनिष्ठा अस्ति, यथा घटपुस्तकयोः संयोगः भवति तस्मिन् समये घटे अपि संयोगः जायते पुस्तके अपि संयोगः जायते. तथैव यदा घटपुस्तकयोः विभागः जायते तदा स च संयोगः नश्यति. विभागः तु संयोगः नाशक अस्ति, संयोगः नश्यति, परन्तु विभागः अपि द्विनिष्ठः अस्ति. एवं कृत्वा एकस्य घटस्य जीवने तत् चिन्तयित्वा वयं वक्तुं शक्नुमः एकस्य जीवने बहवः संयोगरूपगुणाः जायन्ते नश्यन्ति च. यथा इदानीं घटपुस्तकयोः संयोगः जायते तदनन्तरं नाशः भवति, तदनन्तरम् अन्यत् कोऽपि पुस्तकम् आनयामः तत्र अन्यपुस्तकयोः संयोगः जायते तत् एवं कृत्वा बहवः संयोगरूपगुणाः जायन्ते. संयोगः तत् वयं वक्तुं शक्नुमः संयोगः तु कालसम्बन्धः अपि भिन्नः अस्ति, कालसम्बन्धः अपि अस्ति. यथा घटपुस्तकयोः संयोगः यदा नाशः जायते पुनश्च अन्यपुस्तकेन सह संयोगः जायते तथा तस्य कालसम्बन्धः अपि भवति. तत् कारणात् बहवः संयोगाः रूपगुणाः जायन्ते तथैव विनाशाः अपि भवन्ति. एकस्मिन् घटे संयोगाः नाना भवन्ति, नाना विविधप्रकारेण तत्र संयोगाः भवन्ति. तत्र बहुत्वस्य एकं कारणम् इदं कालसम्बद्धत्वं. यथा तत्र कालसम्बद्धत्वम् अस्ति तत् कारणतः तत्र बहुत् भावाः नानाप्रकार संयोगाः भवन्ति एकस्मिन् द्रव्ये. समीचीनं. तर्हि अत्र न कोऽपि प्रश्नः इति मन्ये. संयोगविभागौ पृथक्त्वं तु एकमेव प्रत्येकस्मिन् द्रव्ये, संयोगविभागौ तथा नास्तः, कालसम्बद्धौ द्वौ अपि च बहवः संयोगाः बहवः विभागाः भवितुम् अर्हन्ति एकस्मिन् द्रव्ये इति. अग्रे सरला भगिनि. आं भगिनि. संयोगबहुत्वस्य द्वितीयकारणं यत् संयोगद्विनिष्ठः. द्विनिष्ठत्वात् घटपुस्तकयोः संयोगः विलक्षणः, घटपटयोः संयोगः पुनः विलक्षणः. यद्यपि द्वौ अपि संयोगोः घटे स्तः, किन्तु द्वौ भिन्नौ. घटपुस्तकसंयोगः भिन्न, घटपटसंयोगः भिन्न. अनेन एकस्मिन् एव काले युगपत् द्वौ भिन्नौ संयोगौ घटे भवितुम् अर्हत. संयोगगुण द्रवे अस्ति, तस्य कारण द्वितीयक्षणे यदि उत्पत्ति भवति. भवतस्य द्वितीयकाल यदि संयोगद्विनिष्ठ, संयोगस्य स्वभावद्विनिष्ठ अस्ति, द्विनिष्ठ अस्ति. अस्तु, अत्र एकनिमिषः, अत्र वाक्यस्य अर्थः कः? संयोगबहुत्वस्य द्वितीयं कारणं. संयोगबहुत्वम् इत्युक्ते किम्? संयोग एकस्मिन् द्रवे बहवः संयोगः भवितुं शक्नोति. यदा वयं दृष्टवन्तः घटे पटसंयोगः, पुस्तकसंयोगः, बहुत्वस्य संयोगः भवन्ति, संयोगाः सन्ति. द्विनिष्ठत्वात् घटपुस्तकयोः संयोगः विलक्षणः, घटपटयोः संयोगः पुनः विलक्षणः. द्वौ संयोगौ घटपटयो वा घट पुस्तकयोः संयोगः भिन्ना सन्ति. यद्यपि द्वौ अपि संयोगो घटे स्तः, द्वौ संयोग संयोगस्य आश्रय घट अस्ति, किन्तु द्वौ भिन्नौ अस्ति. घटपुस्तकसंयोगः भिन्न, घटपटसंयोगः भिन्न. अनेन एकस्मिन् एव काले युगपत् द्वौ भिन्नौ संयोगः घटे भवितुम् अर्हत. एकस्मिन् काले द्वौ भिन्नौ भिन्नौ संयोग एकस्मिन् द्रवे भवितुं शक्नुतः. समीचीनं. तर्हि पृथक्त्वं तथा अस्ति वा एकस्मिन् काले? पृथक्त्वम् एकस्मिन् काले पृथक्त्वं सदैव एकम् अस्ति. समीचीनं. हा, चिरकालम् अस्ति. चिरकालम् अस्ति. हा, सम्यक् अवगतमिति भाति. तर्हि अग्रे करोमि. सन्ध्या भगिनि. विभागः एवमेव घटपुस्तकयोः विभागः द्विनिष्ठः. अयं विभागः घटे अपि अस्ति, पुस्तके अपि अस्ति. घटपटयोः विभागः अपि द्विनिष्ठः, घटे पटे च. घटपुस्तकयोः विभागः घटपटयोः विभागः च भिन्नः, यद्यपि विभागद्वयमपि घटे. तर्हि यथा इदानीमेव संयोगस्य विषये दृष्टवन्तः, विभागस्य विषये अपि तथैव. विभागः द्विनिष्ठः, उदाहरणार्थं यदि घटपुस्तकयोः विभागः इति स्वीकुर्मः, तत्र घटे अपि भवति, पुस्तके अपि भवति विभागः. तथैव घटपटयोः विभागः अपि घटे अपि पटे अपि. यथा संयोगः, तत्र बहवः संयोगाः भवितुम् अर्हति एकस्मिन् समये, तथैव घटे तत्र घटपुस्तकयोः अपि विभागः, घटपटयोः अपि विभागः युगपत् तत्र भवितुम् अर्हतः. अपि च द्वौ अपि विभागौ तत्र भिन्नौ विभागौ, एकः एव नास्ति. तत्र पुनः पृथक्त्वात् विभागः तत्र भिद्यते एतेन कारणेन. सत्यं सत्यम्. अग्रे अपि पठतु. संयोगनाशको गुणो विभागः. संयोगनाशकत्वात् विभागः स्वीक्रियते. विभागः इति विलक्षणगुणः किमर्थं स्वीक्रियते इति चेत्, संयोगस्य नाशः कल्पनीयः. संयोगः विभागेन नाश्यते, तदर्थमेव विभागः कल्प्यते. अपि च यावत् तस्य कार्यम् आवश्यकं, तावत् कालमेव सः विभागः कल्प्यते. यदा प्रत्ययः विद्यते, तदैव स च विभागः कल्प्यते. अनेन विभक्तः इति प्रत्ययकाले एव भवति. तर्हि विभागस्य लक्षणवाक्यम् उक्तं, संयोगनाशको गुणः विभागः इति. इत्युक्ते यः गुणः संयोगस्य नाशं जनयति सः विभागः. तर्हि किमर्थं तत्र विभागः इति भिन्नगुणः विलक्षणगुणः आवश्यकः इति इत्युक्ते तत्र संयोगस्य नाशस्य दर्शनार्थं तत्र विभागः इति आवश्यकः अस्ति. यदा विभागः भवति तदा एव संयोगस्य नाशः भवति. अनन्तरं यावत्कालं तत्र आवश्यकता अस्ति तत्र इत्युक्ते यावद् आवश्यकता अस्ति तावदेव तत्र विभागः इति दृश्यते. यद् यावत् प्रतीतिः इत्युक्ते यावत् ज्ञानम् अस्ति यावत्पर्यन्तं तत्र विभागः इति तत्र ज्ञानं विद्यते तावत्पर्यन्तमेव तत्र विभागः इति अस्ति, विभक्तः अस्ति इति वदामः. इत्युक्ते तत्र कालिक किं तत्र कालेन तत्र यथा पूर्वम् उक्तं कालसम्बद्धः अस्ति विभागः इति. हा सम्यक्. तर्हि यथा संयोगः तथा विभागः. विभागविषये वयम् इदानीं यत्किमपि पठितवन्तः अपि च भगिन्या प्रतिपादितं तद्वत् संयोगः अपि. संयोगस्य बहुत्वं, विभागस्य बहुत्वं. विभागः अपि कालसम्बद्धः, संयोगः अपि कालसम्बद्धः. एकस्मिन् अधिकरणे अथवा आश्रये बहवः विभागसंयोगाः भवन्ति इति. अस्तु, तर्हि सर्वैः बुद्धं वा? अत्र कोऽपि प्रश्नः अथवा किमपि चिन्तनम् अस्ति चेत् उच्यताम्. अस्तु, लक्ष्मी भगिनी अग्रे. घटपटयोः संयोगः, तदा तयोः विभागः, पुनः संयोगः, पुनः विभागः इति रीत्या नानाविभागः स्वीक्रियन्ते. एवञ्च संयोगभेदेन विभागः भिद्यते. घटपटयोः क्रमेण संयोगः, विभागः, संयोगः, विभागः इति स्थितौ प्रथमसंयोगस्य तन्नाशकः विभागः, पुनः द्वितीयसंयोगस्य तन्नाशकः विभागः द्वौ विभागौ भिन्नौ. अस्य बोधनार्थम् एते गुणाः कियान् कालपर्यन्तं तिष्ठन्ति इति विषये चिन्तनीयम्. यदा संयोगः नाशनीयः तदा एव विभागः उत्पद्यते. अस्तु, अत्र विभागस्य कालेन कथं विभागस्य स्वभावः अपि कालेन कथं कालिकया कथं विभागस्य स्वया स्वभावः दर्शितः इत्युक्ते इद प्रथमक्षणे यदि घटपटयोः संयोगः अस्ति अनन्तरं तयोः विभागः अस्ति, पुनः ते घटपटयोः संयोगः क्रियावशात् भवति, अनन्तरं पुनः यदि विभागः तत्र संयोगस्य नाशानन्तरं पुनः विभागः जायते इति इति यदि आङ्ग्लभाषायां वदामः चेत् टैम् सीरीस् इव तत्र भवति. प्रथमसंयोगः अत्र भगिन्या यदुक्तं तत् सत्यं, किन्तु एकं दृष्टवन्तः खलु पूर्वस्मिन् परिच्छेदे, घटपटयोः संयोगः, घटपुस्तकयोः संयोगः, घटवृक्षयोः संयोगः इति वस्तुना भिद्यते. घटः केन सह संयुक्तः इति आधारेण अपि भिद्यते. अस्तु, घटपुस्तकयोः संयोगः भिन्नः, घटवृक्षयोः संयोगः भिन्नः. यद्यपि ते सर्वे घटे सन्ति तथापि भिन्नभिन्नाः. परन्तु अस्मिन् सन्दर्भे कीदृशी स्थितिः अस्ति? पदार्थभेदः नास्ति खलु? घटपटयोः एव संयोगः, घटपटयोः एव विभागः. समीचीनं, क्रमः अस्ति. तर्हि भिद्यते किम् अत्र? पदार्थः तु न भिद्यते, भेदः कुत्र? कालः हा सत्यं सत्यं कालः इति भेदः इदानीं घटपटयोः संयोगः तदनन्तरं विभागः तयोः पुनः तयोः एव संयोगः कालेन अपि संयोगः भिद्यते विभागः भिद्यते इति प्रदर्शितम् अस्तु अग्रे भगिनि अस्मिन् क्रमे प्रथमवारं यत् संयोगः भवति तस्य नाशः अपि भवति तत्संयोगः विभागः एकम् अस्ति चेत् अनन्तरं यत् घटपटयोः मध्ये पुनः यदि संयोगः अस्ति अनन्तरं विभागः जायते चेत् तत् द्वितीयसंयोगविभागः प्रथमसंयोगविभागात् भिन्नः इति अत्र इति विभागस्य अन्य गुणः विभागस्य स्वभावः तदपि विभागस्य स्वभावः इति इत्युक्ते विभागस्य प्रत्येक कथं कालेन भिद्यते इति संक्षेपेण तदेव कालेन भिद्यते अस्तु अनन्तरं अस्य बोधनार्थम् एते गुणाः कियान् कालपर्यन्तं तिष्ठन्ति इति विषये चिन्तनीयम् अस्तु घटपटयोः मध्ये यदि संयोगः जातः चेत् कियान् कालपर्यन्तं संयोगः तिष्ठति अनन्तरं विभागः जायते चेत् पुनः कियान् कालपर्यन्तं विभागः अपि तिष्ठति इति चिन्तनीयं भवति यदा संयोगः नाशनीयः तदा एव विभागः उत्पद्यते यथा पूर्वमुक्तं संयोगस्य नाशः यदा भवति तदा एव विभागः अपि जायते तदर्थमेव विभागः इति अन्यतमः गुणः अपेक्षितः संयोगः नष्टः इति प्रतीतिर्जनयितुं तदा एव विभागः इति गुणः आवश्यकः भवति अस्तु तर्हि समीचीनम् अग्रे गच्छेम वर्दिनी भगिनी अग्रे पठति वा आं भगिनि पूर्वम् उक्तं यत् द्रव्योत्पत्तेः तत्र न स्मः तस्मात् पूर्वम् अनेन बोधो जायते अनेन बोधो जायते यत् एकस्मिन् द्रव्ये बहवः संयोगाः विभागाः च भवन्ति एकस्मिन् द्रव्ये पृथक्त्वम् एकं किन्तु तस्मिन्नेव द्रव्ये संयोगाः विभागाः च बहवः प्रत्येकं च भिन्नः यथा भगिन्याः उक्तं एकस्मिन् द्रव्ये बहवः संयोगाः विभागाः भवन्ति एकस्मिन् द्रव्ये एकं पृथक्तम् एकमेव तस्मिन्नेव द्रव्ये संयोगाः विभागाः बहवः सन्ति प्रत्येकं च भिन्नः तदर्थं संयोगाः विभागाः भिन्नभिन्नाः सन्ति सत्यम् एकस्मिन्नेव अधिकरणे पृथक्त्वं तथा इति सारांशः अस्तु इदानीम् अग्रे पठतु पूर्वम् उक्तं यत् द्रव्योत्पत्तेः तदुत्तरक्षणे पृथक्त्वं जायते संयोगः अपि तथा यथा घटः उत्पद्यते संयोगसम्बन्धेन चक्रे प्रथमं घटोत्पत्तिः तदुत्तरक्षणे घटचक्रयोः संयोगोत्पत्तिः घटाकाशयोरपि संयोगो तदुत्तरक्षणे जन्यते ततः अग्रे च कालान्तरे घटेन सह बहूनां द्रव्याणां कर्मजाः संयोगजाश्च संयोगाः उत्पद्यन्ते. विभागस्तु द्रव्यस्य उत्पत्तेः तदुत्तरक्षणे च तदुत्तरक्षणे न जायते, यतोहि विभागः संयोगनाशकः. प्रथमतया संयोगो भवति, तदनन्तरं क्रियया विभागो जायते. प्रथमतया द्रव्य उत्पत्तिः उत्तरक्षणे पृथक्त्वं जायते, तथैव संयोगः अपि. प्रथमतया द्रव्योत्पत्ति उत्तरक्षणे पृथक्त्वं, संयोगः अपि. यथा घटः उत्पद्यते संयोगसम्बन्धेन, चक्रः अस्ति घट उत्पद्यते, तयोः मध्ये संयोगसम्बन्धः अस्ति. घटोद्भक्तिः चक्रम् इति घटस्य कारणं खलु, असमवायिकारणम् इति दृष्टवान्. प्रथमे इत्युक्ते एकस्मिन् अधिकरणे स्तः कार्यकारणम्. आम् आम् चक्रः इति अधिकरणं खलु, घटः कार्यं. हा कारणं चक्रं, तर्हि हा सत्यं सत्यं, कारणम् इति चक्रं, कार्यकारणौ एकस्मिन्नेव अधिकरणे भवतः. अतः तयोः संयोगः जायते घटोत्पत्तेः द्वितीयक्षणे, चक्रेण सह वा अन्येन पदार्थेन यः कोऽपि अस्ति तत्र संयोगः जायते. प्रथमं घटः उत्पद्यते, उत्तरक्षणे घटचक्रयोः संयोगः उत्पत्तिः उत्तरक्षणे. घटकाशयोरपि घटाकाशयोरपि संयोगः तदुत्तरक्षणे जन्यते. प्रथमतया घटचक्रमध्ये, अनन्तरं घट आकाशं मध्ये संयोगः उत्तरक्षणे जन्यते. अग्रे कालान्तरे घटेन सह बहूनां द्रव्याणां कर्मजाः. संयोगाश्च संयोगाः उत्पद्यन्ते. प्रथमतया कर्मजः, अनन्तरं संयोगाः. कदा जन्यन्ते उत्पद्यन्ते एते? कालान्तरे इत्युक्ते द्रव्योत्पत्ति द्वितीयक्षणे इति न, कालान्तरे द्रव्योत्पत्ति द्वितीयक्षणानन्तरमपि बहवः संयोगाः, कर्मजाः वा संयोगजाः वा भवन्तु, ते उत्पद्यन्ते घटे घटेन सह संयोगे. अग्रे विभागस्तु द्रव्यस्य उत्पत्तेः तदुत्तरक्षणे न जायते, यतोहि विभागः संयोगनाशकः. प्रथमतया संयोगः भवति, अनन्तरं क्रियया विभागो जायते. विभागः द्रव्यस्य उत्पत्तिः उत्तरक्षणे न जायते, कालान्तरे जायते. हा तर्हि द्रव्योत्पत्ति उत्तरक्षणे इत्युक्ते द्रव्योत्पत्ति द्वितीयक्षणे पृथक्त्वं संयोगः इति जायेत, किन्तु विभागः द्रव्योत्पत्ति द्वितीयक्षणे एव न जायते. न जायते, कालान्तरे जायते वा? हा कालान्तरेण एव जायते. अपि च केन जायते अथवा कया जायते? क्रियया विभागो जायते. प्रथम द्वितीयक्षणे घटचक्रयोः संयोगः भवति इति चिन्तयतु. प्रथमं घटः, तदनन्तरं घटचक्रयोः संयोगः, तदनन्तरं आकाशयोः संयोगः उत्तरक्षणे. द्वितीयक्षणे एव द्वितीयक्षणे एव तादृशः संयोगः अपि सम्भवति, परन्तु विवादः द्वितीयक्षणे न भवति. काचित् क्रिया भवेत्, काचित् क्रिया भवेत्, तया क्रियया विभागः जन्यते जायते. तदर्थमेव मूलवाक्ये पुस्तके उक्तं द्रव्योत्पत्ति द्वितीयादिक्षणेषु इति. इदं मनसि स्यात्, वक्ष्यमाणविभागस्य द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायमानस्य इत्यादिकमस्ति. एतदर्थमेव तथा उक्तं, यतोहि द्रव्योत्पत्ति द्वितीयक्षणे न जायते, द्वितीयादिक्षणे कदाचित् कालान्तरे जायते. प्रथमतया संयोगः, अनन्तरं क्रियया विभागः. तथैव समीचीनमस्ति. अस्तु, अजितः महोदय अग्रे. आं भगिनि. पृथक्त्वं कालसम्बन्धं च क्रियासम्बन्धं च नास्ति. संयोगः विभागश कालसम्बन्धः. संयोगः क्रियासम्बन्धस्तु न वक्तव्यं, यतोहि कर्मजसंयोगोऽपि कर्मजसंयोगोऽपि कर्मजसंयोगोऽपि भवति. अवयवसंयोगजसंयोगोऽपि भवति. अवयवसंयोगात् अवयविनि संयोगः जायते. तादृशे संयोगे क्रिया न निमित्तम्. यथा एतत् अग्रे यथा पूर्वमुक्तं तत्र अग्रे सरेम. काल पृथक्त्वं कालसम्बन्धं क्रियासम्बन्धं च नास्ति इति. इत्युक्ते संयोगः विभागश कालसम्बन्धः. पृथक्त्वं सदा भविष्यति इत्युक्ते यत् द्रव्यस्य जीवनकाले पृथक्त्वं भविष्यति, किन्तु संयोगः विभागः इति कालसम्बन्धः एव. संयोगः क्रियासम्बन्धस्तु न वक्तव्यं, यतोहि कर्मजसंयोगोऽपि भवति. अवयवसंयोगजसंयोगोऽपि भवति. वयं जानीमः संयोगः कर्मजसंयोग कर्मज संयोगः द्विविधं. कर्मजसंयोगः संयोगज संयोगः. क्रियासम्बन्धस्तु न अतः क्रियासम्बन्धस्तु न वक्तव्यम् इत्युक्ते भगिनि, किन्तु कर्मजः इत्युक्ते क्रियासम्बन्धमेव खलु? सत्यं सत्यं. अत्र विवक्षा अथवा आशयः अस्ति यत् केवलं क्रियासम्बन्धः इति न वक्तव्यम् इति. अस्तु, किमर्थम् इति भवता उक्तमेव. संयोगजसम्बन्धमपि अस्ति सम्बन्धः खलु, सम्बन्धः. सत्यं सत्यं, क्रियासम्बन्धः इति न वक्तव्यं, यतोहि द्वैविध्यमस्ति, कर्मजः अपि अस्ति संयोगजः अपि अस्ति. अवयवसंयोगात् अवयवनि संयोगः जायते. यत् वयं जानीमः तादृशे संयोगे इत्युक्ते यथा अवयव अवयविनि संयोगे क्रिया न निमित्तं, तद् वयं जानीमः. तत्र संयोगज सम्बन्धः एव निमित्तं. समीचीनं. प्रथमम् अवयवसंयोगः जायते क्रियया, तदा तेन अवयविनि संयोगजः संयोगः जायते इति संयोगस्य विचारः। भगिनी अत्र द्वितीयवाक्यं किम् अस्ति, संयोगविभागश कालसम्बद्धः, तत्र कथं पठनीयं? विभागश्च इति स्यात् इति मन्ये, प्रायः टङ्कणदोषः तावदेव। अस्तु भगिनि, तर्हि आहत्य पृथक्त्वं कालसम्बद्धं च क्रियासम्बद्धं नास्ति, संयोगविभागौ कालसम्बद्धौ अवश्यं, परन्तु संयोगः सर्वदा क्रियासम्बद्धः नास्ति, कदाचित् संयोगज संयोगः अपि जायते इति कृत्वा, परन्तु अवश्यं कालसम्बद्धः। अस्तु, अग्रे जयन्ती भगिनि। घटे एकैव विभागः इति नास्ति, यदा यदा संयोगः नाशनीयः तदा तदा विभागान्तरं जायते, तदा तदा विभक्तः इति प्रत्ययः भवति। याः याः विभागविषयिण्यः प्रतीतयः जायन्ते, प्रत्येकस्यां प्रतीतौ भिन्नः विभागरूपविषयः, कालान्तरेण विभागो भिद्यते, कालविशेषे एव प्रतीतिः, अवधिभेदेन च विभागो भिद्यते। घटः पटात् विभक्तः, घटः पुस्तकात् विभक्तः, अत्र घटे भिन्नौ विभागौ, अपि च संयोगः यदा न नाशनीयः तदा विभागो नास्ति एव। यथा संयोगः विभागाः अपि भिन्नाः, प्रत्येकं विभागस्य भिन्नप्रतीतिः संयोग विशिष्टसंयोगसम्बन्धितप्रतीतिः अस्ति। अवधिभेदेन भिद्यते विभागः इति अस्ति, यथा पुस्तकावधिकविभागः घटे वा भूतलावधिकविभागः घटे। तर्हि भिन्नाः विभागाः एकस्मिन् द्रव्ये संयोगानुसारेण वर्तन्ते। सत्यं भगिनि, तदेव इति मन्ये। याः याः विभागविषयिण्यः प्रतीतयः तत्र तत्र भिन्नः विभागः इति विषयः, नाम यदा प्रतीतेः आवश्यकता स्यात् तदा विभागस्य अनुसरेण प्रतीतिः अपि भिन्ना अस्ति। ययोः विभागः इति प्रतीतिः, सत्यम्। अहं तु चिन्तयामि विपरीतरीत्या वक्तव्यं, प्रतीतिवशात् विभागः अपि भिन्नः इति। अस्तु, अथवा संयोगस्य नाशेन प्रतीतिः जायते विभक्तः इति, तदा प्रतीतेः विषयः भिन्नः विभागः भवति इति। अस्तु, इतः अग्रे सर्वं भवत्या उक्तमेव इति चिन्तयामि। कालान्तरेण विभागः विद्यते, कालविशेषः, अवधिभेदेन च विभागः भिद्यते इति उक्तं, तर्हि पृथक्त्वस्य का गतिः, अवधिभेदेन भिद्यते वा? पृथक्त्वं तु आश्रयभेदेन एव भिद्यते। आश्रयः कः इत्येव ध्येयमस्ति तत्र पृथक्त्वविषये। अवधेयः तु बहवः भवेयुः, परन्तु अवधिभेदेन न भिद्यते पृथक्त्वं। यः आश्रयः अस्ति तस्य अनुसरेण एव पृथक्त्वं भिद्यते, यतोहि पृथक्त्वम् इति गुणः द्रव्येऽस्मिन् वर्तते। सत्यं, घटः पटात् पृथक् अथवा घटः पुस्तकात् पृथक् इत्येषु इत्यनयोः उदाहरणयोः पटावधिकपृथक्त्वं पुस्तकावधिकपृथक्त्वम् इति अस्ति किल, किन्तु किं वदतु भगिनि? परन्तु अत्र पृथक्त्वद्वयम् अस्ति इति न, पृथक्त्वं तु एकमेव यत् घटे अस्ति, घटाश्रयपृथक्त्वम् इति उच्यते। अवध पुस्तकम् इति अवधिः अस्ति, अपि च पटः खलु भगिनि, पटः इति अवधिः अस्ति, तथापि अवधिभेदेन पृथक्त्वं द्वयम् अस्ति इति वक्तुं न शक्यते. घटे विद्यमानं पृथक्त्वं तु एकमेव, यतो यद्यपि अवधिद्वयं भवति अत्र. हा सत्यं, किन्तु विभागौ तथा नास्तः. विभागसंयोगौ तथा नास्तः इति. अस्तु, समीचीनमस्ति. अग्रे राजेन्द्रमहोदय. आं भगिनि, अवधिकत्वं घटपटयोः संयोगः भवति तदा घटः पटात् विभक्तो भवति. यदा यदा च संयोगः नाशनीयः तदा तदा च विभागः कल्प्यते. येन द्रव्येण सह संयोगः नाशनीयः विभागः तद् अवधिकः. पूर्वमपि दृश्यं यत् संयोगस्य एकस्यां प्रतीतौ एका अवधिः घट अवधिकः पटसंयोगः. घट्पटयोः यदा संयोगः यदा वर्णयामः तदा घटः पटात् विभक्तो भवति. यावत्पर्यन्तं संयोगः अस्ति तावत्पर्यन्तं विभागः नास्ति नास्ति. यदा संयोगः भवति संयोग नाशः भवति तदा घटः पटात् विभक्तः भवति विभागः भवति. यदा च संयोगः नाशनीयः यदा यदा संयोगनाशनीयः तदा तदा विभागः कल्प्यते. येन द्रव्येण सह संयोगः नाशनीयः विभागः तद् अवधिकः. यथा वदामः घटः पटात् विभक्तः तत् पट अवधिकः विभागः अस्ति सः. पटावधिकविभागः कुत्र अस्ति? विभागः घटे अस्ति. क्षमता घटे अस्ति. हा तत् सम्यक्. भवतः उदाहरणे वस्तुतः विभागः कुत्र कुत्र अस्ति? दुनिष्ठा अस्ति विभागः, तु दुनिष्ठा अस्ति. घटे अपि अस्ति पटे अपि अस्ति. प्रतीतिवशात् एकस्मिन् एक आरोप्यते, परन्तु दुनिष्ठा अस्ति. घटे अपि पटे अपि विभागः अस्ति. सम्यक् आं भगिनि? समीचीनम्. अग्रे महोदय. पूर्वमपि दृश्यं यत् संयोगस्य एकस्यां प्रतीतौ एक अवधिः घट अवधिकः पटसंयोगः. यथा विभागस्ले इदानीं चर्चितवन्तः तथैव संयोगस्य अपि एकस्यां प्रतीतौ एक अवधिः अस्ति. यथा घट अवधिकपटसंयोगः वदामः यथा वयं पूर्वं विभागस्ले दृष्टवन्तः. अस्तु समीचीनम्. इदानीम् एकावधिः प्रतीतौ एकावधिः इति उक्तं, घटावधिकः पटसंयोगः इति चेत् प्रतीतिः कः? प्रतीतिः का? प्रतीतिः घटावधिकसंयोगः. सत्यं सत्यम्. अहं तु केवलं पञ्चमी घटितवाक्यं पृच्छामि, रिवर्स् इञ्जिनियरिङ्ग् इव. अधुना घटावधिकः पटसंयोगः इत्युक्ते प्रतीतिवाक्यं कीदृशी कीदृशं स्यात्? पटः घटात् संयुक्तः. हा सम्यक् सम्यक्. घटः पटनिष्ठसंयोगः. पटः घटात् पञ्चमी. क्षम्यताम्, अत्र पञ्चमीयुक्तप्रयोगः न सम्भवति इत्येव इति मन्ये खलु? जयन्ति भगिनी वा अन्ये केऽपि संयोगस्थले? संयोगस्तरे पञ्चमी नास्ति. हा सत्यं, क्षम्यतां, पञ्चमी न भवति एव. तर्हि घटपटयोः संयोगः इति एव वदामः. घटावधिकः पटसंयोगः इति वदामश्चेत् तत्र पट अधिकरण अस्ति संयोगस्य. सत्यम् इति एव अवगच्छामः. अस्तु सम्यक्. तर्हि विभक्तः इत्येव पञ्चमी इत्यस्य एव पञ्चमी घटितप्रयोगः भवति. अस्तु समीचीनं. तर्हि अग्रे सरला भगिनी पठति वा? किन्तु संयोगस्य विभागस्य च एका अवधिकत्वम् इति न तु न वक्तव्यं। द्विनिष्ठत्वात् एकस्य संयोगस्य अवधिद्वयं, तन्नाशकविभागो अपि तथा। द्विनिष्ठत्वात् एकस्य विभागस्य अवधिद्वयं। हस्तपुस्तक पुस्तकयोः विभागः यदा जायते हस्ताधिकरणकः विभागः प्रतीयते चेत् पुस्तकमेव अवधि। पुस्तकाधिकरणकविभागः प्रतीयते चेत् हस्तः एव अवधि। एकस्यां प्रतीतौ एकं द्रव्यम् अधिकरणत्वेन भासते, अपरं च द्रव्यम् अवधित्वेन भासते। तर्हि एक एव अवधिः भासते, किन्तु विभागस्य अवधिद्वयम् अस्ति द्विनिष्ठत्वात्। यादृशपदार्थद्वयनिष्ठविभागः तत् उभय अवधिकः अस्ति। आहत्य अवधिद्वयम् अस्ति, किन्तु एका अवधिकत्वं प्रतीयते। किन्तु संयोगस्य विभागस्य च एका अवधिकत्वम् इति तु न वक्तव्यं। वयं जानीमः संयोगविभागः द्वनिष्ठ अस्ति, तर्हि एका अवधिकत्वं संयोग या विभागस्थले न वयं एतत् न वक्तव्यं भवति। द्विनिष्ठत्वात् एकस्य संयोगस्य अवधिद्वयम्। एक संयोग अस्ति, तस्मिन् द्विनिष्ठति एव अवधि द्वयं भवितुं शक्नोति। यद् घटपट संयोगः संयोग एकम् अस्ति, पर अवधि घटे अपि अस्ति, पटे अपि अस्ति। तन्नाशकविभागो अपि तथा विभाग अपि तथैव विभाग अपि अस्ति। विभाग एकम् अस्ति, किन्तु अवधिद्वयं भवति। विभागम् एक अस्ति, किन्तु अवधि घटे अपि अस्ति, पटे अपि अस्ति। तन्नाशकविभाग अपि तथा द्विनिष्ठत्वात् एकस्य विभागस्य अवधिद्वयं। हस्तपुस्तकयो विभागः यदा जायते हस्ताधिकरणकविभागः प्रतीयते चेत् पुस्तकमेव अवधि। हस्तपुस्तकयो विभागः एकविभागः अस्ति, हस्ताधिकरणक यदि तस्य विभागस्य अधिकरणं हस्त अस्ति, तस्य विभागप्रतीति पुस्तकम् अवधि भवति। यदि पुस्तकाधिकरणक विभागः अस्ति, एतत् प्रतीते चेत् हस्त एव अवधि। विभागः पुस्तके अस्ति, तस्य अवधि हस्ते अस्ति। अत्र हस्ताधिकरणकः इति कस्य विशेषणम्? पुनः वदतु भगिनि। हस्ताधिकरणकः इति कस्य विशेषणम्? विभागस्य विशेषणम् अस्ति, विभागस्य विशेषणम् अस्ति। भवत्या सम्यक्तया एव उक्तं, केवलं पुनः स्पष्टीकृतं तावदेव। विभागस्य अस्ति विशेषणम्, अधिकरणम् अस्ति तस्य हस्तः। एकस्यां प्रतीतौ एकं द्रव्यम् अधिकरणत्वेन भासते। प्रतीति एकम् एव अस्ति हस्ताधिकरणकविभागः, किन्तु एकस्यां प्रतीतौ एकं द्रव्यम् अधिकरणत्वेन भास तस् प्रतीतौ एक अधिकरणं भवति, अपरं द्रव्य अवधि भवति। सो एकस् प्रतीतौ द्वे द्वौ प्रतीतौ भवति, अधिकरणस्य अवधि अपि। अत्र एकं प्रतीतौ द्वौ भवति, द्वौ प्रतीतिः भवति इति न, प्रतीतिः तु एकः एव, एका एव। अस्तु, हस्ताधिकरणः विभागः इति वदामश्चेत् तत्र हस्तः पुस्तकात् विभक्तः इति एकः एव, एका एव प्रतीतिः। परन्तु प्रतीतौ द्रव्यद्वयम् अस्ति अवश्यं खलु. एकं द्रव्यं किमस्ति? एकं द्रव्यम् अधिकरणम् अस्ति, अपरं द्रव्यम् अवधिः अस्ति. तर्हि एक एव अवधिः भासते, किन्तु विभागस्य अवधिः द्वयम् अस्ति द्विनिष्ठत्वात्. तर्हि विभागद्विनिष्ठ अस्ति, द्विनिष्ठ अस्ति, तस्मात् कारणं विभाग एक अवधि भासते, अपरम् अधिकरणं भासते. यादृश पदार्थद्वयनिष्ठविभागः तद् उभय अवधिक अस्ति. तद् विभागमपि अति द्विनिष्ठत्वात् विभाग उभया वा अधिकम् अस्ति. यदा वयं हस्तपुस्तकयो विभाग अस्ति, हस्तावधिकविभाग वा पुस्तावधिकविभाग उभयावधिकम् विभागः भवति. आहत्य अवधिद्वयम् अस्ति, किन्तु एका अवधिकत्वं प्रतीयते. यदा प्रतीतौ एका अवधिकत्वं प्रतीयते दृश्यते, किन्तु अवधिद्वयम् अस्ति. द्विनिश्चित्वात् विभागस्य द्विनिश्चित्वात् स्वभावेन. हा, सम्यक् सम्यक्. तर्हि द्विनिष्ठत्वात् अधिकरणद्वयम् अवधिद्वयं वस्तुस्थितिः वस्तुतः. किन्तु प्रतीतौ किमस्ति? प्रतीतौ अस्ति एकावधिकत्वम्. एकावधिकत्वमेव प्रतीयते. अस्तु, सम्यक् अस्ति. तर्हि सन्ध्या भगिनी, अन्तिमपरिच्छेदः. तदर्थं विद्याधर्याम् उच्यते, वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं, किन्तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव हि नियमेन स्वीक्रियते. स्वनाश्यसंयोगाश्रयावधिकत्वमेव विभागे भवति इत्येवं रीत्या नियम्यते विभागस्थले. तर्हि यद्वाक्यमस्ति तत्र विद्याधर्यां, तर्हि तेन किं ज्ञायते? तत्र विभागः द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायते. तत्र द्वितीयक्षणे एव न, परन्तु द्वितीयक्षणानन्तरं कदापि तस्य जन्म भवितुम् अर्हति. तस्य निखिलावधिकत्वं नास्ति, किन्तु तत्र द्रव्यद्वयोः ययोः संयोगः भवति. इत्युक्ते संयोगस्य आश्रयौ यौ द्रव्यौ, तयोः एव अवधिकत्वम् अस्ति विभागस्य इति. तर्हि आहत्य विभागस्य यथा पूर्वस्मिन् परिच्छेदे उक्तं, तत्र अवधिकत्वं द्वयोः द्रव्ययोः वर्तते. कुत्र इत्युक्ते यत् यस्मिन् द्रव्ययोः संयोगस्य आश्रयः अस्ति, ययोः द्रव्ययोः संयोगस्य आश्रयः तयोः. तर्हि एषः नियमः अस्ति विभागस्य. इत्युक्ते तत्र स्वनाश्यसंयोगाश्रय अवधिकत्वम् अस्ति विभागस्य इति नियमः अस्ति इति लिखितम्. सम्यक् सम्यक्, समीचीनम्. तर्हि पुनः स्वनाश्यसंयोगाश्रयावधिकत्वं, तर्हि स्वं कस्य सूचकः इत्यादिकं किञ्चित्? विभागः. तर्हि स्वम् इत्युक्ते विभागः. तर्हि विभागेन यः यस्य नाशः भवति इत्युक्ते संयोगः, इत्युक्ते स्वनाश्यसंयोगः. तादृशसंयोगस्य यः आश्रयः, तत्र अवधिकत्वम् एव स्वनाश्यसंयोगाश्रय अवधिकत्वं विभागस्य इति वाक्यस्य अर्थः. सम्यक् भगिनि. तर्हि एकम् उदाहरणं दत्वा किञ्चित् वदति वा? तत्र यदि यदा वदामः तत्र घटपटयोः संयोगः अस्ति, तर्हि संयोगस्य आश्रयः घटः अपि अस्ति, पटः अपि अस्ति. तथैव अवधिः अपि तत्र घटे अपि अस्ति, पटे अपि अस्ति, पटः अपि अवधिः, घटः अपि अवधिः संयोगस्य. तर्हि इदानीं यदि एषः संयोगः नाशनीयः तर्हि तत्र विभागः आनीयते. तर्हि विभागः इदानीं कुत्र भवति? घटे अपि पटे अपि, यथा संयोगः अस्ति तथैव विभागः अपि. तर्हि तदेव आश्रयः संयोगस्य घटः आसीत्, पटः आसीत, इदानीं विभागस्य अपि आश्रयः वा अवधिः घटः पटः च इति. अस्तु, तर्हि घटः पटात् विभक्तः इति प्रतीति कल्पयामः. अस्तु, विभागेन संयोगः नष्टः, तर्हि विभागः स्वम् इति चेत् स्वनाश्य संयोगः. अस्माकं प्रतीतिः अस्ति यथा भगिन्या उक्तम् उभयत्र अस्ति घटपटयोः विभागः इति, किन्तु एका प्रतीतिं कल्पयामः घटः पटात् विभक्तः इति, तदा कुत्र किं भवति? घटः पटात् विभक्तः इति यदि वदामः तर्हि पटः तत्र अवधिः अस्ति, अपि च तत्र घटः तत्र किं वदामः अधिकरणम् अस्ति. पुनः यदि विपरीतं वदामः पटः घटात् विभक्तः तदा तत्र किञ्चित् भिन्नं भवति, तदा घटः अवधिः भवति विभागस्य, अपि च अधिकरणं विभागस्य तत्र पटः भवति. पटः भवति, हा. विभागात् पूर्वं, विभागात् पूर्वं सः एव अधिकरणम् अथवा आश्रयः संयोगस्यापि आश्रयः आसीत् खलु. हा, इति कृत्वा एव स्वनाश्य संयोगाश्रयावधिकत्वम् इति उच्यते. इदानीं घटः पटात् पृथक् इत्यस्मिन् पटः अवधिः, परन्तु सः पटः संयोगस्य आश्रयः आसीत्. विभागेन पटस्य संयोगः नष्टः, तदर्थं संयोगाश्रयावधिकत्वं विभागस्य घटस्य विभागस्य इति स्वीक्रियते. अस्तु अस्तु, तर्हि सर्वं स्पष्टं स्यात् इति मन्ये. कोऽपि प्रश्नः? भगिनि, एकः प्रश्नः अस्ति. ग्रन्थकारः सिद्धान्तिनः प्राचीनपूर्वपक्षी सर्वम् एकमेव वा? अवश्यम् अवश्यं. सिद्धान्तिनः इत्युक्ते ये सिद्धान्तम् उपस्थापयन्ति ते. अस्तु, अस्माकं चर्चायां संयोगस्य आधारेण आक्षेपस्य निरासः इत्यस्यां चर्चायां सिद्धान्ती अस्ति प्राचीनाः, ते आक्षेपस्य निरासं कुर्वन्तः सन्ति. पूर्वपक्षी इत्युक्ते यः कोऽपि विरुद्धमतम् उपस्थापयति. सिद्धान्तिः यद्वदति तद्विरुद्धं यः कोऽपि वदति सः पूर्वपक्षी. तर्हि अस्मिन् सन्दर्भे पूर्वपक्षी कः? प्राचीनाः अथवा ग्रन्थकाराः सिद्धान्ति इति चेत् पूर्वपक्षी कः? तद्विरुद्धं कः वक्तुम् इच्छति? भेदः सर्वत्र अस्ति. हा हा, इति ये केऽपि वदन्ति, भेदः एव पृथक्त्वम् इति ये केऽपि वदन्ति ते पूर्वपक्षिणः. कालसम्बन्धः नास्ति वा प्राचीन पूर्वपक्षी? न न न, तथा नास्ति. पूर्वपक्षी सिद्धान्ति कालसम्बद्धः विषयः नास्ति, यद्यपि पूर्वम् इति आगच्छति तथापि तथा नास्ति. प्राचीनाः प्राचीन नव्या इति कालसम्बद्धविषयः अस्तु, किन्तु सिद्धान्ति पूर्वपक्षी इति यदा वदामः तत् कालसम्बद्धविषयः नास्ति. सिद्धान्ती किमपि सिद्धान्तं प्रतिपादयति तद्विरुद्धं यः कोऽपि वदति सः पूर्वपक्षी. सिद्धान्तिनः कुड् बि प्राचीनः अथवा नव्या, सत्यं सत्यं ये केऽपि भवितुम् अर्हन्ति, किन्तु अस्माकं चर्चायां, संयोगस्य चर्चायां सिद्धान्ति प्राचीनाः सन्ति तावदेव. अन्य कोऽपि प्रश्नः? नो चेत् विरमामः. शुभरात्रिः. अस्तु भगिनि, नमस्कारः. धन्यवादः. शुभरात्रिः.